पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 60 शेष उवाच शत्रुघ्नो निजवीराणां चिह्नान् बाहून्निरीक्षयन् उवाच तान् सुकुपितो रोषसंदंशिताधरः केन वीरेण वो बाहु कृन्तनं समकारिभोः तस्याहं बाहु कृन्दामि देवगुप्तस्य वै भटाः न जानादि महामूढो रामचन्द्रबलं महद इदानीं दर्शयिष्यामि पराक्रान्त्या बलं स्वकं स कुत्र वर्तते वीरो हयः कुत्र मनोरमः को वा गृह्णाः सुप्तसर्पान्मूढो ज्ञात्वा पराक्रमम् इति ते कथिता वीरा विस्मिता दुःखिता भृशं रामचन्द्रप्रतिनिधिं बालकं समशंसद सश्रुत्वा रोषताम्राक्षो बालकेन हयग्रहं सेनान्यं वै कालजिदमाज्ञा पयुदुत्सुकः सेनानी सकलां सेनां व्यूहयस्व ममाज्ञया रिपुः सम्प्रति गन्तव्यो महाबलपराक्रमः नायं बालो हरिर्नूनं भविष्यति हयन्धरः अथवा त्रिपुरारिष्यान्नान्यथा मद्धयापहृत अवश्यं कदनं भावि सैन्यस्य बलिनो महद स्वच्छन्दचरिधैकेलन्नास्ते निर्भयधीशिशुः तत्र गन्तव्यमस्माभिः सन्नद्धैरिपुदुर्जयैः ये तन्निशम्यवचनं शत्रुघ्नस्य ससैन्यपः सज्जीचकारसेनां तां दुर्व्यूढां चतुरङ्गिणीं सज्जां तां शत्रुजिदृष्ट्वा चतुरङ्गयुधाम्बराम् आज्ञापय ततो गन्तुं यत्र बालो हयन्धरः सा चचाल तदा सेना चतुरङ्गसमन्विता कम्पयन्ती महीभागं त्रासयन्ती रिपून्बलाद सेनानीस्तं ददर्शाद बालकं रामरूपिणं विचार्य रामप्रति मम ब्रविद्वचनं हितम् बालमुञ्जहयश्रेष्ठं रामस्य बलशालिनः सनानि कालजिन्नाम तस्य भूपस्य दुर्मदः त्वां रामप्रतिमं दृष्ट्वा कृपा मे हृदि जायते अन्यथा तव मे द्वौस्त्या जीवितं न भविष्यति एतद्वाक्यं समाकर्ण्य शत्रुघ्नस्य भटस्य हि जहास किञ्चिता कोपादुवाच च वचोद्भुतं गच्छ मुक्तोऽसि तं रामं कथयस्व हयग्रहं त्वत्तो बिभेमि नो शूरवाक्येन नयचालिना ममात्र गणना नास्ति त्वदादृशा कोडयो यदि मातृपादप्रसादेन तूलीभूतानसंशयः कालजित्तव यन्नाम मात्राकारि मनोज्ञया पक्वबिम्बफलस्येव वर्णतो न च वीर्यतः दर्शयस्वाधुना वीर्यं स्वनामबलचिह्नितः मां कालं तव संजित्य सत्यनामा भविष्यसि शेष उवाच सवाख्यैः पविनातुल्यायैर्भिन्नः सुभटशेखरः चुकोपहृदयेत्यदं जगादवचनं पुनः कस्मिन् कुले समुत्पद्धिः किं नामासि च बालक त्वन्नाम नाभिजानामि कुलं शीलं वयस्तथा पादचारं रथस्थोऽहमधर्मेण कथं जये तदात्यन्तं प्रकुपितो जगादवचनं पुनः कुलेन किं च शीलेन नाम्ना वा सुमनोहृदा लवोऽहं लवद सर्वाञ्ज्येष्यामि रिपुसैनिकान् इदानीं त्वामपि भटं करिष्ये पादचारिणम् इद्धमुक्त्वा धनुसज्यं चकार सलवो बली टङ्कारयामास तदा वीरानाकम्पयन् हृदि वाल्मीकिं प्रथमं स्मृत्वा जानकीं मातरं लवः मुमोच बाणान्निषिदान् सद्यः प्राणापहारिणः कालजित्स्वधनुकृत्वा सज्यं कोपसमन्वितः ताडयामास जवनो लवं रणविशारदः तद्बाणाञ्छतथा चित्त्वा क्षणाद्वेगात् कुशानुजः सेनान्यं विरधं चक्रे वसुभिस्व शरोत्तमैः विरधो गजमानीद मारुरोग भटैर्निचैः मदोन्मत्तं महावेगं सप्तधा प्रस्रवान्विदं गजारूढं तुदं दृष्ट्वा तशभिर्धनुषो गतैः बाणैर्विव्याध विहसन् सर्वान् नृपुगणाञ्जयी कालजित्तस्य वीर्यं तु दृष्ट्वा विस्मितमानसः गदां मुमोच महदीं महायस विनिर्मिताम् आपतं तीं गदां वेगाद्भारायुधविनिर्मितां तृथा चिच्छेदतरसा क्षुरप्रै सकुशानुजः परिखं निशितं घोरं वैरिप्राणहरोदितं मुक्तं पुनस्तेन लवच्छिच्छेदतरसान्विदः चित्त्वा तत्परिखं घोरं कोपादारक्तलोचनः गजोपस्ते समारूढं मन्यमानश्चुकोपः तत्क्षणादचिनत्तस्य शुण्डां खण्डेन दन्दिनः दन्तयोश्चरणौ धृत्वा रुरोह गजमस्तके मुकुटं शतदा कृत्वा कवचं तु सहस्रथा केशेष्वाकृष्य सेनान्यं पादयामास भूतले पादितः स गजोपस्तात् सेनानी कुपिदः पुनः हृदये ताडयामास मुष्टिना वज्रमुष्टिना स आहदो मुष्टिभिस्तु क्षुरप्रान् निशिताञ्चरान् मुमोच हृदये क्षिप्रं कुण्डली कृतधन्ववान् सरराज रणोपान्ते कुण्डली कृतचापवान् शिरस्त्रं कवचं बिभ्रदभ्येद्यं शरकोडिभिः सविद्धसायकैस्तीक्ष्णैस्तं हन्तुं खड्गमाददे दशन्रोषात् स्वदशनान्निश्वसन्नुच्छ्वसन्मुहुः खड्गहस्तं समायान्तं शूरं सेनापदिं लवः चिच्छेदभुजमध्यं तु स खड्गपाणिरापतत छिन्नं खड्गधरं हस्तं वीक्ष्य कोपाच्चमूपदिः वामेन गदया हन्तुं प्रचक्राम भुजेन तं सोऽपि छिन्नो भुजस्तस्य साङ्गदस्तीक्ष्णसायकैः तदा प्रकुपितो वीरः पादाभ्यामहनल्लवं लवः पादाहदस्तस्य न च चालरणाङ्गणे स्रजाहदोद्वीप इव चरणच्छेदनं व्यधाद तदापि तं मौलिनाशौ प्रहर्तुमुपचक्रमे तदा लवश्चमूनाथं मन्यमानोऽधिपौरुषं करवालं समादाय करे कालानलोपमम् अच्छिनच्छिरयेदस्य महामुकुडशोभितं हाहाकारो महानासी चमूनाधे निपातिते सैनिका परिसंक्रुद्धा लवं हन्तुं समागताः लवस्तान् स्वशराखादैः पलायनपरान्व्यधाद छिन्ना भिन्नाङ्कका केचिद्गदा केचिद्रणाङ्गणाद स निवार्या किलान्योधान्विजगाः चमोमुदा वाराह इव निःश्वस्य प्रलये सुमहार्णवं गदा भिन्ना द्विधा जादा मौक्तिकैः पूरितामही दुर्गमाभूद्भटाग्र्याणां पर्वतैर्व्यापृता यथा अश्वाकनकपल्याणा रुचिरारत्नराजिताः अपतन्रुधिरप्लुष्टे ह्रदे बलसुशोभिताः रथिनकरमध्यस्तधनुर्दण्डसुशोभिनः रथोपस्ते निपतिता स्वर्गगा इव वैसुराः सन्दष्टौष्टपुडावत्र भ्रमल्लक्ष्मीविलक्षिताः पतितास्तत्र दृश्यन्ते वीरारणविशारदाः शुश्राव शोणिदसरिद्धयमस्तकच्छपा महाप्रवाहललिता वैरिणां भयकारिका केषाञ्चित् बाहविश्चिन्नाः केषां पादा विकर्तिता केषां कर्णाश्च नासाश्च केषां कवचकुण्डले एवं तु कदनं जातं सेनान्यां पदिदेरणे सर्वे निपतिता वीरा न केचिज्जीवितास्ततः लवो जयं रणे प्राप्य वैरिवृन्दं विजित्य च अन्यागमनशङ्कायां मनः कुर्वन्न वैक्षद केचिदुर्वरिता युद्धाद्भाग्येन नरणे मृताः शत्रुघ्नं सविधे जग्मुशंसिदुं वृत्तमद्भुतं गत्वा दे कथयामासुर्यथा वृत्तं रणाङ्गणे बालजिन्निधनं बालाचित्रकारिरणोद्यमं तच्छ्रुत्वा विस्मयं प्राप्त शत्रुघ्नस्तानुवाचः हसन् रोषा दशन् तं तान् बालग्राहकयं स्मरन् रे वीरा किं मदोन्मत्ता यूयं किं वा चलग्रहाः किं वा वैकल्यमायादं कालजिन्मरणं कथं यः सङ्ख्ये वैरिवृन्दानां दारुणः समितिञ्जयः तं कथं बालको जीयाद्यमस्यापि दुरासतं शत्रुघ्नवाक्यं संश्रुत्य वीरा प्रोजुरसृप्लुताः नास्माकं मदमत्तादि न चलो न च देवनं कालजिन्मरणं सत्यं लवाज्जानीहि भूपते बलं च कृष्णम् मथितं बालेनातुलशौण्ढिना अधः परं तु यत्कार्यं ये प्रेष्या नृपरोत्तमः बालं ज्ञात्वा भवान्नात्र करोतु बलसाहसम् इति श्रुत्वा वचस्तेषां वीराणां शत्रुः तदा सुमतिं च मदिश्रेष्ठमुवाच रणकारणे इति श्री पद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे कुशलवयुद्धे सैन्यपराजय कालजित्सेनानीमरणं नाम षष्टितमोऽध्यायः ॐ